अलात शांति प्रकरण ज्ञानेन आकाशकल्पेन धर्मान्योगगणोपमान ज्ञेया भिन्नेन संबुद्धः तं वन्दे द्विपदाम्बरम्। निर्णय द्वारेण आगमतः प्रतिज्ञातस्य अद्वैतस्य बाह्य विषय भेद वैतथ्याच्च सिद्धस्य पुनः अद्वैते शास्त्रयुक्तिभ्यां साक्षान्निर्धारितस्य एतदुत्तमं सत्यमिति उपसंहारः कृतो अन्ते। तस्य एतस्य आगमार्थस्य अद्वैतदर्शनस्य प्रतिपक्षभूताः द्वैतिनः वैनाशिकाश्च तेषां च अन्योन्यविरोधात् रागद्वेषादिक्लेशास्पदं दर्शनमिति मिथ्यादर्शनत्वं सूचितम्। क्लेश अनास्पदत्वात् सम्यग्दर्शनमिति अद्वैतदर्शनस्तुतये। तदिह विस्तरेण अन्योन्यविरुद्धतया असम्यग्दर्शनत्वं प्रदर्श्य तत्प्रतिषेधेन अद्वैतदर्शनसिद्धिः उपसमर्थव्य आवीतन्यायेन इति अलातशान्तिप्रकरणम् आरभ्यते। तत्र अद्वैतदर्शनसम्प्रदायकर्तुः अद्वैतस्वरूपेणैव नमस्कारार्थो अयम् आद्यश्लोकः। आचार्यपूजा हि अभिप्रेतार्थसिद्ध्यर्थ इष्यते शास्त्रारम्भे। आकाशेन ईशन् असमाप्तम् आकाशकल्पम् आकाशतुल्यम् इत्येतत्। तेन आकाशकल्पेन ज्ञानेन किं धर्मान् आत्मनः किं विशिष्टान् गगनोपमान् गगनम् उपमा येषां ते गगनोपमाः तान् आत्मनो धर्म। ज्ञानस्यैव पुनः विशेषणं ज्ञेयैः धर्मैः आत्मभिः अभिन्नम् अग्निष्णवतु सवितृप्रकाशवच्च यज्ज्ञानं तेन ज्ञेय अभिन्नेन ज्ञानेन आकाशकल्पेन ज्ञेयात्मस्वरूप अव्यतिरिक्तेन गगनोपमान् धर्मान् यः सम्बुद्धः सम्बुद्धवान् नित्यमेव ईश्वरः यो नारायणाख्यः तं वन्दे अभिवादये। द्विपदां वरं द्विपदोपलक्षितानां पुरुषाणां वरं प्रधानं पुरुषोत्तमम् इत्यभिप्राये। उपदेष्टुनमस्कारमुखेन ज्ञानज्ञेयज्ञातृभेदरहितं परमार्थतत्त्वदर्शनमिह प्रकरणे प्रतिपिपादयितं प्रतिपक्षप्रतिषेधद्वारेण प्रतिज्ञातं भवति। अस्पर्शयोगो वै नाम सर्वसत्त्वसुखोहितः अविवादो विरुद्धश्च देहितस्तं नमाम्यहम्। अधुना अद्वैतदर्शनयोगस्य नमस्कारः प्रस्तुतये। स्पर्शनं स्पर्श सम्बन्धः न विद्यते यस्य योगस्य केनचित् कदाचिदपि। सः अस्पर्शयोगः ब्रह्मस्वभावः एव वै नाम इति ब्रह्मविदाम् अस्पर्शयोग इत्येवं प्रसिद्धः इत्यर्थः। स च सर्वसत्त्वसुखो भवति। कश्चिद् अत्यन्तसुखसाधनविशिष्टोऽपि दुःखस्वरूपः यथा तपः अयं तु न तथा। किं तर्हि सर्वसत्त्वानां सुखः तथा इह भवति कश्चिद् विषयोपभोगः सुखो न हितः अयं तु सुखो हितश्च नित्यम् अप्रचलितस्वभावत्वात्। किञ्च अविवादः विरुद्धं वदनं विवादः पक्षप्रतिपक्षपरिग्रहे यस्मिन्न विद्यते सः अविवादः। कस्मात्? यतः अविरुद्धश्च। य ईदृशो योगः देशितः उपदिष्टः शास्त्रेण तं नमाम्यहं प्रणमामि इत्यर्थः। भूतस्य जातिमिच्छन्ति वादिनः केचिदेव हि अभूतस्यापरे धीरा विवदन्तः परस्परं। कथं द्वैतिनः परस्परं विरुध्यन्ते इति उच्यते। भूतस्य विद्यमानस्य वस्तुनः जातिम् उत्पत्तिमिच्छन्ति वादिनः केचिदेव हि साङ्ख्यः न सर्वे एव द्वैतिनः। यस्मात् अभूतस्य अविद्यमानस्य अपरे वैशेषिकः नैयायिकाश्च धीरः धीमन्तः प्राज्ञाभिमानिनः इत्यर्थः। विवदन्तः विरुद्धं वदन्तो हि अन्योन्यम् इच्छन्ति जेतुम् इत्यभिप्रायः।